आरम्भं करोमि. तावदेव खलु महोदय? முடிஞ்ச அப்புறம் இந்த end for all போடுங்க. முடிஞ்ச அப்புறம் கிளாஸ் முடிஞ்ச அப்புறம் end for all அங்க லீவ்ல வரும் இல்லையா? லீவ்ல வரும், லீவ்ல ஆப்ஷன் வரும். சரி, அப்புறம் இப்போ நான் பேசுறது மொபைல்ல பேசிட்டு இருக்கேன், ஏன்னா அங்க இது நான் புதுசா. அது பரவாயில்ல, அது பரவாயில்ல, அது ரெக்கார்ட் ஆயிடும். அஸ்து மகோதய, किञ्चित् क्लेशः अस्ति चेत् अहं दूरवाण्यां करोमि, आह्वयामि. इतः पर्यन्तं धन्यवादः महोदय. अस्तु अस्तु महोदय. सहना एनाक्षरण ॐ सहनावतु, सहनौ भुनत्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विषावहैः. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. वीणाक्षरसमाम्नाय कोऽपि वक्तुम् इच्छति वा? अहं वदामि. हा वदतु. येनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. आम् अस्तु. अत्र इतःपर्यन्तम् अनुस्वारस्य ईपरसवर्णः, मोनुस्वारः वा पदान्तस्य अनुस्वारस्य ईपरसवर्णः. अत्र परसवर्णः अस्ति चेत् तत्र तत् वर्गीयपञ्चमवर्णः आगच्छति. अनन्तरम् अनिदितां हल उपादायः निति इति अत्र उपादायं यत् स्थितं यत् तत्र नकारस्य लोपः भवति इति तत्र वयं श्रुतवन्तः, अनन्तरं दृष्टवन्तः अपि. इदानीं तपरस्तत्कालस्य अकारः एव श्रूयते अत्र. अनन्तरं उपदा दीर्घः इति भवति, एतदपि वयं दृष्टवन्तः. यत्र धातोः उपदाभूतस्य, उपदा इत्युक्ते किम् अस्ति भवती एव वदतु प्रवीण. उपदा दीर्घ अलो अन्त्य, अलो अन्त्य पूर्व उपदा. उपदा इत्युक्ते किम्? उपदा इत्युक्ते अन्तिमवर्णस्य पूर्व यः वर्णः अस्ति. उत्तमम् उत्तमम्. उपदा भूतयोः रेपवकारयोः अल्परयोः अत्र निमित्तं किमस्ति चेत् उपदायां च इति निमित्तम् इत्युक्ते अत्र कारणं किं, निमित्तं किम्, एतत् उपदाभूतयोः रेपवकारयोः. रेपः अस्ति, अनन्तरं वकारः अस्ति. यत्र भवति हल् परयोः इकः, हल् वर्णः परे अस्ति चेत् अत्र इकः दीर्घः स्यात्. एतदेव सूत्रस्य अत्र निमित्तमस्ति. कुर्द् अस्ति चेत्, कुर्दो इति अस्ति चेत् अत्र उपदेशे अज अनुनासिक इति भवति. अतः तत्र अकार उत्तरवर्ति अत्र अनुनासिकवर्णः चन्द्रबिन्दुः. एतत् अपगच्छति. अनन्तरं तत्र कुर्दि इति अस्ति चेत् अत्र उपदायां च इत्यनेन उकारस्य स्थाने ईकवर्णः अस्ति खलु, ई ऊरुलु, एतदेव ईकवर्णः. अत्र पश्यतु, ई ऊरु लु एव अत्र उपदा वर्णः, एकवर्णः. अतः तत्र दीर्घः भवति, पूर्व इति भवति. अनन्तरम् अलोन्त्यात् पूर्वः, अलोन्त्यात् पूर्व उपदा इत्यनेन इति सूत्रेण वर्णानां समुदाये यः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः अस्य उपदायां च स्यात् इदानीमेव दृष्टवन्तः उपदा इति किमस्ति चेत् अत्र अन्तिमवर्णस्य पूर्वं यः वर्णः स्थितः तत् एव उपदासंज्ञा. अनन्तरम् उपदेशार्जुनानुनासिक एतत् सर्वम् अभवत् एव. इदानीम् अत्र धातुविज्ञानं द्वौ अभवत् एव. इदानीं धातुविज्ञानं त्रीणि अस्ति. अस्तु, अत्र भागीरथी अस्ति वा? भागीरथी पठितुं शक्यते वा? आरम्भं करोतु, आरम्भं करोतु. द्रष्टुं शक्यते खलु स्क्रीन्? आं महोदय. अनिल् पठतु, अनिल् पठतु. सम्यक् अत्र व्यक्तं न करणीयम्. अस्तु, पठतु अनिल् महोदय, पठतु. आं महोदय. पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य स्वरांश्च आश्रित्य प्रवर्तते. अत्र प्रथमपङ्क्तिः अर्थं वदतु. द्वे द्वौ विषयो अत्र अस्ति. अनुबन्धविषये स्वरः विषये. सो द्वौ विषये अनुबन्धान् अत्र अनुबन्धान् अत्र विभक्ति किम्? अनन्तरं द्वितीय बहुवचनं. समीचीनम्, उत्तमं. द्वितीय बहुवचनम् अनुबन्धान् आश्रित्य. आश्रित्य पूर्वं वदतु, पूर्णतया वदतु. आश्रित्य आ उपसर्ग अस्ति. उपसर्ग पूर्वक पूर्वक स्र धातु धातु श्री अस्ति. इदानीम् अत्र द्रष्टुं शक्यते खलु? आश्रित्य कथम् अत्र आ उपसर्गपूर्वकः योगः किं भवति चेत् अत्र श्री इति धातु भवति. अनन्तरं लेबन्तं भवति, लेबन्तं भवति. आश्रित्य, आश्रित्य इत्युक्ते अप्टैन्ड्, हेविङ्ग् सार्ट्, एक्स्पेक्टिङ्ग् संथिङ्ग्, हेविङ्ग् रिसोर्सस् टु एम्प्लायिङ्ग् प्राक्टिसिङ्ग्, एतत् अर्थे आगच्छति. इदानीम् आश्रित्य अत्र कार्यं कृत्य आश्रित्य. अनन्तरं स्वरां च आश्रित्य प्रवर्तते. प्रवर्तते, प्रवर्तते अत्र यत् व्याकरणं किम्? अत्र प्र उपसर्ग वृत् धातु. समीचीनं, धातु आत्मनेपदी पदम्. उत्तमं. आत्मनेपदी प्रथमविभक्ति एकवचनं. न, विभक्ति नास्ति. क्षम्यतां, प्रथमपुरुष एकवचनं. समीचीनं. प्रवर्तते, वर्तते, वर्तते, वर्तते, वर्तसे, वर्तते, वर्तद्वे, वर्ते, वर्तावहे, वर्तामहे. मम अत्र चिन्तनं किम् अस्ति चेत् यत्र यत्र आत्मनेपदिनः एकं स्वीकृत्य अत्र मननं करणीयमेव. तादृशमेव भवति भवतः, भवन्ति भवसि भवतः, भवतः भवामि भवावः भवामः. भवती वदतु, लट् रूपं वदतु. लट् रूप कस्य लट् रूपं भवति? भवति, भवति. अहं वदामि. वदतु. भवति, भवतः, भवन्ति, भवसि, भवतः, भवतः, भवामि, भवावः, भवामः. उत्तमं. तादृशमेव अत्र प्रवर्तते. अनिल् महोदय वक्तुं शक्यते वा? प्रयत्नं करोमि महोदय. प्रवर्तते, प्रवर्तेते, प्रवर्तन्ते, प्रवर्त से प्रवत्ससे न प्रवर्तसे प्रवर्तसे पवर्धतां पवर्ध्वं पठतु अत्र द्रष्टुं शक्यते खलु प्रवर्तते प्रवर्तेते प्रवर्तन्ते प्रवर्तसे प्रवर्तेते प्रवर्तत्वे प्रवर्ते प्रवर्तावहे प्रवर्तामहे अत्र मध्यमपुरुष द्विवचनं वदतु प्रवर्तेथे प्रवर्तेथे अत्र तकारः द्वितीयतकारः नाभिकमलात् आगन्तव्यं प्रवर्तथे अनन्तरं बहुवचनं प्रवर्तध्वे अस्तु चतुर्थवर्णः यत्र यत्र द्वितीयवर्णः चतुर्थवर्णः श्रूयते अत्र एतत् नाभिकमलात् मुखात् बहिः आगन्तव्यम् अतः अत्र उच्चारणं कठिनम् अस्ति अतः एव अत्र एतत् मृदुव्यञ्जनं नास्ति कर्कषव्यञ्जनम् अत्र बहवः किम् अस्ति शब्दाः बहिः आगन्तव्यं कुत्र आगन्तव्यं चेत् नाभिकमलात् मृदुव्यञ्जनं वयं साधारणतया वक्तुं शक्यते एव तावदेव इति नाभिकमलात् नाभि इत्युक्ते नेसल् नेसल् खलु नाभि तत्र आगत्य उदरे उदरम् अन्ते उदरात् बहिः आगन्तव्यं यत्र बहिः आगच्छति अत्र किं पदम् अत्र स्थापयामः कोऽपि एतदेव व्याकरणविषयम् झटिति अत्र पठितुं गच्छेम एव परन्तु अत्र व्याकरणविषये किञ्चित् चिन्तयेम महोदय पुनः पृच्छतु अनिल् वदतु अहं न अवगतं महोदय भवती किं पृच्छति पुनः पृच्छतु महोदय अत्र नाभिकमलात् आगन्तव्यं बहिः इति अस्ति खलु बहिः बहिः यत्र यत्र आगच्छति तत्र किं पदम् आगन्तव्यं बहिः बहिर् अत्र पञ्चमी प्रयोगं पञ्चमी अस्तु पञ्चमी आगच्छति अस्तु गृहात् बहिः किमर्थं महोदय अहं न अवगतवान् पञ्चमी कुत्र अस्ति बहिः इति पदमस्ति खलु आम् एतत् यत्र यत्र प्रयोगं कुर्मः तत्र पञ्चमी आगन्तव्यं पञ्चमी उदरात् वृक्षात् तत्र यत्र यत्र पञ्चमी श्रूयते तत्र एतत् कर्मपदम् अत्र कारकविषये किञ्चित् वदामि प्रथम यत्र यत्र अस्ति तत्र किं भवितव्यं प्रथम कर्मपद कर्तापदं कर्ता उत्तमं द्वितीय अस्ति चेत् कर्मपदम् अतः एव बालः बालः क्रीडाङ्कणम् इति अस्ति चेत् खलु बालः अत्र क्रीडाङ्कणं क्रीडाङ्कणे अत्र करण यत् अस्तु द्वितीया इत्युक्ते कर्म अनन्तरं तृतीया इत्युक्ते करणं कर्तृकरणे तृतीया करणे तृतीया अनन्तरं चतुर्थी किं भवति चतुर्थी दाने एव परन्तु अत्र कारकमिति अस्ति कर्ता प्रथमा कर्म द्वितीया करणे तृतीया चतुर्थी कोऽपि उत्तमम् उत्तमं कः उक्तवान् जुगल्किशोर अस्तु अस्तु सम्प्रदाने चतुर्थी झटिति लेखनीयमेव एतत् सर्वं मनसि स्थापनीयं यत्र यत्र किं किं भवति इति अनन्तरं पञ्चमी इत्युक्ते उपादाने अपादानि अपादानि यत्र यत्र अत्र भागः एकस्मिन् स्थाने अत्र भग्नम् अभवत् अनन्तरं तु भागः अत्र बहिः आगच्छति इति यत्र आगच्छति तत् अपादाने अनन्तरं षष्टि कारक नास्ति षष्टि सम्बन्धे षष्टि सम्बन्धमस्ति एव सम्बन्धमस्ति एव अनन्तरं सप्तमी आधारे सप्तमी अधिकरणे सप्तमी अधिकरणे सप्तमी यत्र अधिकरणम् अस्ति अहम् अधिकरणं मम वयं सर्वे कुत्र उपविशन्ति कुर्स्यां खलु कुर्स्याम् अत्र आसन्दे आसन्दे इति सप्तमी एकवचनं श्रूयते आसन्दे एतदेव अधिकरणम् आसन्दम् आसन्दे आसन्दः अत्र एतत् अधिकरणमस्ति अहं तत् उपरि उपविशामि एतत् किम् अस्ति आदेयः अत्र अस्तु अधिकरणे सप्तमी तावदेव अस्तु अग्रे पठतु अनिलमहोदय एतयोः एतयोः ज्ञानम् अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति द्वयोः विना द्वयोः विना पाणिनीयशास्त्रं पठनीयं न शक्यम् अस्तु उत्तमम् अग्रे धातुषु प्रत्ययेषु एकनिमिषम् अवगतिः अत्र व्याकरणरूपम् अव उपसर्ग किमर्थं वक्तव्यं चेत् कदा वक्तव्यं चेत् अवयोगः अव उपसर्गपूर्वक पूर्वमस्ति खलु अतः अव उपसर्गपूर्वकः योगः गम्लुरु धातोः गतिः इति इक्तिन् प्रत्ययम् इक्तिन् प्रत्ययं कुत्र भवति समीचीनम् इक्तिन् प्रत्ययं स्त्रीलिङ्गे एव भवति अवगतिः न भवति अस्तु अग्रे धातुषु प्रत्ययेषु च के अनुबन्धाः अपि च धातुषु स्वरः कीदृशः उदात्तः अनुदात्तः स्वरितः वा इदं सर्वम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते अस्तु उत्तरम् उदात्तः इत्युक्ते रेखा कुत्र भवति उदात्त अधः रेखा कुत्रापि न भवति अनन्तरम् अनुदात्तः अस्ति चेत् अनिलमहोदय कुत्रापि एतत् लेखनीयमेव सर्वदा यत्र मम वर्गः अस्ति तत्र लेखनीयम् अनन्तरम् अत्र एतत् झटिति लेखनीयमेव करपत्रे करपत्रम् अस्ति चेत् अत्र लेखनीयमेव उदात्तः अनुदात्तः कुत्र लेखा अधः अधः अनन्तरं स्वरितः कुत्र भवति रेखा उपरि उपरि भवति उपरि अस्ति अतः एव ॐ भूर्भुवस्सुवः ॐ भूर्भुवस्सुवः रेखा अधः अस्ति अतः एव अनुदातः अधः आगच्छति ॐ भूर्भुवस्सुवः अधः अनन्तरं तत्सविदुर्वरे एण्यम् एण्यम् उपरि रेखा अस्ति अतः एव स्वरितः भवति ॐ भूर्भुवस्सुवः अधः आगच्छति अनन्तरम् अस्माकं शिरः अपि अधः गच्छति अनन्तरं तत्सविदुर्वरे एण्यम् उपरि गच्छति अत्र स्वरितः भवति परन्तु अत्र वेदविषये किञ्चित् अत्र परिवर्तनं भवति अग्रे पश्यामि एतत् विषये अग्रे आगच्छति एव अग्रे इदं सर्वम् आश्रित्य एव पाणिनिशास्त्रं प्रवर्तते अस्तु समीचीनम् अग्रे अत्र भागीरथी अस्ति वा वक्तुं शक्यते वा पठतु पठतु एतावता मूलधातौ निबन्धाः के के अपि च कै अपि च कैः समीचीनं कैः कैः सूत्रैः इत्संज्ञकाः वर्णाः विहिताः इति अस्माभिः अधीतम्। तत्परं तत्त्वं नत्वं तत्परं वदतु भगिनि। अत्र कैः कैः सूत्रैः किं वचनं किं विभक्ति? तृतीया विभक्ति बहुवचनं। बहुवचनं केन? काव्यं कैः अस्माभिः अस्माभिः किं वचनं किं विभक्ति? अस्माभिः अस्माभिः तृतीया बहुवचनम् अधीतम् अधीतम् अधि अधि योग इ प्रत्यय। अत्र एतत् किञ्चित् अत्र विवरणमस्ति एतत् दृष्टेम। अत्र धातुः तु किमस्ति? इङ्ग्, इङ्ग् इति धातु अस्ति। इङ्ग् इति इङ्ग् इङ्ग् इति धातु अस्ति। अत्र उङ्कारः एतत् श्रूयते द्रष्टुं शक्यते खलु? अत्र इङ्ग् इति कुत्र भवति वर्गे? पदि कवर्गीय अन्तिमवर्णः। एतत् किं वर्णः? एतत् किं वर्णः? पञ्चम अनुनासिक। उत्तमम्, अनुनासिकवर्णः। यत्र यत्र कुचुटुटुपु इति अस्ति अत्र अन्तिमवर्णः। सर्वाणि अत्र व्यञ्जनानि अत्र सर्वाणि अनुनासिकवर्णः। अत्र अनुनासिकवर्णः इति भवति। अनन्तरम् अत्र इच्छा किमस्ति चेत् एतत् आत्मनेपदिनः। किमर्थम् अत्र आत्मनेपदिनः आगच्छति? कोऽपि वक्तुं शक्यते वा भगिनि? सूत्र अस्ति, सूत्र अस्ति, अनुदात्त अनुदात्त आत्मनेपदं खलु। एतत् अनुदात्ते नितम् आत्मनेपदम्। अत्र किञ्चित् क्लेशः अस्ति वा? अनुदात्ते नितम् आत्मनेपदम् इति अत्र अनुदात्तनित आत्मनेपदम् अत्र पश्यतु। अत्र सर्वे द्रष्टुं शक्यते खलु? आं भगिनि। अत्र ञकारः अस्ति, इङ्ग् इति ञकारः अस्ति अन्तिमवर्णः। अनन्तरम् अनुदात्तस्वरः इति भवति चेत् यत्र यत्र एतत् श्रूयते ञकारः यत्र श्रूयते इत्संज्ञकः अस्ति तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति। अतः एव अत्र वयं सर्वे द्रष्टुं शक्यते किमर्थम् अत्र एतत् आत्मनेपदिनः। यत्र नकारः कवर्गीय अन्तिमवर्णः नकारः श्रूयते तत्र अनुदात्त अनुदात्तवर्णः। अनन्तरं किम् अस्ति अत्र? एतत् अनुदात्ते अनुदात्ते नित नित इति अस्ति खलु? एतत् नित अनुदात्त नित। अनिल् महोदय, अनिल् महोदय अत्र द्रष्टुम् एतत् किमर्थम् अत्र आत्मनेपदिनः भवति? यत्र नित नित अस्ति अनन्तरम् अनुदात्तमपि अस्ति, अनुदात्तमस्ति सर्वत्र। नकारस्य इत् संज्ञा नित यत्र भवति तत्र तु रेखा नास्ति। एतदेव इदानीमेव मया अत्र किम् अस्ति चेत् सर्वत्र अनुदात्तकस्व अनुदात्तः रेखा अनन्तरं स्वरितरेखा अनन्तरम् उदात्तः सर्वत्र द्रष्टुं न शक्यते एव। अतः एव अत्र पाणिनिशास्त्रीये विषये अनुदात्तः अत्र नास्ति नास्ति अनन्तरं। परन्तु एतदपि एतत् निमित्तमेव अनुदात्तः इति निमित्तम् अत्र स्पष्टीकरणतया अत्र नित अत्र तिष्ठति खलु? यत्र नित् अस्ति तत्र आत्मनेपदं भवति। अस्तु, अतः एव अत्र आत्मने आत्मनेपदी किं किं भवति? ता आतां झ ज इति एतत् मूलधातुः मूलधातुः एकनिमिषम् अत्र एकनिमिषम् अस्तु पश्यतु अत्र एतदेव अत्र मूलधातुः द्रष्टुं शक्यते खलु तिप् तस् जि सिप् तस् त मिप् वसु मस् अस्ति खलु अत्र अन्तिमवर्णः तिप् अस्ति चेत् पकारः किं सूत्रेण किं कार्येण अत्र इति भवति हलन्त्यं तस्य लोपः इत्यनेन तादृशमेव परन्तु अत्र तस् सस् अनन्तरं वस् मस् अत्र सकारस्य यत् न भवति केन सूत्रेण न विभक्तौ तुस्मः इति किं भवति अत्र न विभक्तौ अत्र किम् अस्ति चेत् विभक्तिसंज्ञकप्रत्ययस्य औपदेशिकरूपस्य विद्यमानः तावर्गः तावर्गः अत्र पूर्णतया आगच्छति तत् अनन्तरं तावर्गः सकारः इदानीं सकारः अत्र पश्य द्रष्टुं शक्यते खलु कुत्र तस् तस् बस् मस् अत्र सकारः इत् न भवति किमर्थं चेत् अत्र सूत्रमस्ति न विभक्तौ तुस्मः इत्यनेन सकारस्य लोपः न भवति अनन्तरं मकारस्य इत्संज्ञकः न भवति अतः एव अत्र एतत् तिष्ठति एव किं भवति इदानीं तस् न किं भवति अत्र अत्र किं भवति ति विसर्ग भवति रुत्वविसर्गौ सकारस्य स्थाने उत्तमम् उत्तमं सजुषोरुः इत्यनेन ऋत्वं भवति अनन्तरं किं सूत्रमस्ति करवसानयोर्विसर्जनीयः इत्यनेन अत्र शाट्वमस्ति चेत् ऋत्वविसर्गौ ऋत्व इत्युक्ते ससजुषोरुः इति सूत्रेण एव अत्र ऋत्वम् आयाति अनन्तरं ऋत्वस्य स्थाने कर अवसानयोर्विसर्जनीयः इत्यनेन इति सूत्रेण एव अत्र विसर्गः आगच्छति एतत् मनसि स्थापनीयमेव सः सः वः मः तत्र कुत्रापि किं किं न भवति सकारस्य सकारस्य लोपः न भवति लोपः न भवति उत्तमम् अस्तु इदानीं प्रति गच्छेम अस्तु इदानीं इङ् गतो धातोः अधीतं कुत्र भवति इत्युक्ते इदानीं पश्यतु अत्र तिप् अस्ति परन्तु अत्र तु ता इति अस्ति एतत् ता कुत्र भवति प्रथम एकवचनं विवक्षा अस्ति अत्र अस्माकं विवक्षा ता एव अस्ति प्रथम पुरुष एकवचनं अतः एव तित्तस् जि सित्तस्त मिप्स्मस् अनन्तरं था थां छ पठतु इडुवहिमहे इति अस्ति इदानीम् अत्र कर्तरि शप् इति भवति एव सर्वत्र भवति परन्तु अत्र शप् आदि अधिप्रवृत्तिभ्यः शपः इत्यनेन शप् अत्र लोपः भवति पूर्णतया अधिप्रवृत्तिभ्यः शपः इत्यनेन पूर्णतया अपगच्छति इदानीम् ई योगः ता एव तिष्ठति इदानीं तिते आत्मनेपदानां तेरे इति सूत्रेण तत्र एकारः श्रूयते अतः एव ते इति भवति इदानीम् अकः सवर्णे दीर्घः इत्यनेन अत्र अत्र एतत् एकनिमिषम् एष धातु अधि उपसर्गेण सह एव सः एव आगच्छति इदानीं स्पष्टीकरणार्थम् इदानीमपि अत्र पश्येम अधीते अधीत अत्र पश्यतु सृषु लिङ्गेषु यत्र यत्र इङ् इति आगच्छति तत्र पूर्वम् अति इति अति इति इति उपसर्गम् आगच्छति एव अतः तत्र अधि योगः इङ् इदानीम् इकारस्य स्थाने इकारः तादृशमेव तिष्ठति पश्यतु अत्र इकारः तिष्ठति अनन्तरम् अत्र दीर्घः भवति अकः सवर्णे दीर्घः इत्यनेन एव अधि इति उपसर्गमस्ति ह्रस्वमेव भवति परन्तु ई योजनेन दीर्घः भवति अधि इति अनन्तरं ता एव तिष्ठति तत्र ता ते भवति किं सूत्रेण तिते आत्मनेपदानां तेरे इत्यनेन एतत् मिलित्वा वर्णसमूहेन अत्र वर्णमेलनेन अधीते इति भवति इदानीम् अधीतम् इति अस्ति खलु अधीतम् इति अस्ति एतत् किमर्थं भवति अधीतम् एतत् प्रत्ययः अस्ति कृत् प्रत्ययः कृत् प्रत्ययः तप्रत्ययम् अस्ति अधीतः अधीत अधीतम् अत्र एतत् विशेषणपदम् यत्र यत्र विशेषणपदम् अस्ति तत्र सर्वत्र त्रिषु लिङ्गेषु भवति एव अधीतः अधीत अधीतम् इति अतः एव अत्र पश्यतु अधीतम् इति अस्ति समीचीनं प्रश्नः अस्ति वा पृच्छतु लङ् लकारे लङ् लकारे पश्यतु लङ्लकारे लङ् लकारे पश्येम कर्तरि अधि लकारे अधि अत्र सर्वत्र ई अस्ति अत्र आडजादीनाम् इत्यनेन सर्वत्र आकारः श्रूयते एव आकारः श्रूयते इदानीम् अत्र आकारः आटच् इत्यनेन एव ऐ भवति खलु वृद्धिसन्धिः भवति आटच् इत्यनेन वृद्धिः भवति वृद्धिसन्धिः न वृद्धिः भवति इदानीम् ऐ भवति एतत् पूर्वमेव अधि इति अस्ति इदानीम् ऐकारः योजनेन आद्यै इति भवति खलु आद्यै आद्यै इति भवति आकारस्य आगति सर्वत्र एतत् आ किमर्थं भवति लुङ् लङ् लृङ्क्षु अडुदात्तः इत्यनेन सर्वत्र अडागमः भवति अनन्तरं किमर्थम् एतत् अडागमः पूर्वम् आगच्छति चेत् अत्र आद्यन्तौ टकितौ इति सूत्रेण पूर्वम् आगच्छति अतः एव धातोः प्राक् आगच्छति अनन्तरम् आटच् इत्यनेन दीर्घ आकारस्य स्थाने ऐकारः भूत्वा ऐ इति भवति इदानीम् अद् पूर्वमेव तिष्ठवन्तः यत् किमर्थं चेत् यत्र यत्र इङ् धातु श्रूयते तत्र अधि इति उपसर्गम् आगच्छति एव इदानीम् ऐकारः योजनेन आद्यै इति भवति अस्तु अद्यै अनन्तरम् अत्र किं किं भवति प्रत्ययं किम् अस्ति एतत् अत्र योजनेन कार्यं भवति अस्तु इदानीम् अनिल् महोदय किं पठितवती अत्र बाहिरति अत्र अधीतं भवतम् अधीतम् अधीतं भगिनि न शृणोमि अतः एकवारम् अधीतं कथं भवति इति वयम् इदानीं जानीमः अधीतम् इति किं पदम् इदानीम् अधीतं ताप्रत्ययं नपुंसकलिङ्गम् इदानीं पदं किम् अस्ति चेत् प्रथमं ताप्रत्ययम् इति वक्तव्यं ता इति किम् अस्ति अत्र किं पदम् अत्र श्रूयते ककारस्य लोपः भवति ककारस्य लोपः भवति किं सूत्रेण लषक्व तद्धिते उत्तमं लषक्व अदित्ते तद्धिते लषक्व अतद्धिते अत्र लषक् लषक इति अस्ति अत्र एतत् ककारः अपगच्छति अत्र अतः तत्र त प्रत्ययम् अस्ति चेत् अत्र किं श्रूयते अन्ते ता एव श्रूयते अत्र अधीतम् इति अस्ति एतत् विशेषणपदमस्ति अतः त्रिषु लिङ्गेषु तत्र आयाति अधीतम् अधीत अधीतः इति इदानीं सर्वे अवगच्छन्ति खलु अत्र किमपि प्रश्नः अस्ति चेत् पृच्छतु नास्ति चेत् म्यूट् मध्ये म्यूट् लिङ्गे किं कारणम् अस्ति अत्र नपुंसकलिङ्गे किं कारणम् अस्ति अत्र अधीतं किं कारणं वदति वदामि महोदय वदतु अत्र वाक्य अस्ति कर्मणि वाक्यं तत्र कर्ता तृतीयविभक्ते परिवर्तयति कर्मपदं नास्ति कर्मपदं नास्ति चेत् सर्वदा नपुंसक यत्र यत्र तृतीया श्रूयते यत्र तृतीया श्रूयते अस्माभिः भावम् इत्युक्ते अत्र भावः एव फीलिङ्ग्स् अस्तु अस्माभिः अधीतम् एतत् सर्वं किं किम् अभवत् पठतु भगिनी पठतु तत्परं सत्त्व भगिनी पूर्णतया पठतु पठतु एतावता मूलदातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्संज्ञकाः वर्णाः विहिताः इति अस्माभिः अधीतम् तत्परं सत्त्वं नत्वं नुमागमः उपदादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिकधातुः कथं जायते इत्यपि अवलोकितम् उमा भगिनी किं जातं भगिनी ऐ थिङ्क् विजया भगिनी म्यूट् अस्ति न श्रूयते हलो श्रूयते इदानीं श्रूयते अस्तु अत्र तत्परं सत्त्वं कुत्र भवति नत्वं नुम् आगमः उपदा दीर्घः इत्येभिः कार्यैः परिपक्वः लौकिकधातुः परिपक्वः इत्युक्ते किम् अत्र पूर्णतया अत्र समीचीनं सिद्धं पक्वः अत्र पच्येव धातु परन्तु पक्व इति पक् इति किमर्थं भवति किं सूत्रेण अत्र चकारस्य स्थाने ककारः भवति समीचीनं उत्तमं चोकुः इत्यनेन एव अत्र पक्व इति भवति अस्तु इदानीं पश्यतु अत्र एतत् पक्व इत्युक्ते तत्र विशेषणपदमस्ति पक्वं क्लि इति प्रत्ययम् अस्ति पच् धातु एव पच् योगः प्रथमम् अस्ति पचोवः इति अपि भवति, परन्तु अत्र एतत् सूत्रमायाति पक्वस्थाने किं भवति भाव एव भवति. अत्र पक्व इति इदानीं द्रष्टुं शक्यते, पक्व इत्युक्ते अत्र चोः पुः इति सूत्रेण चकारस्य स्थाने यत्र पच् अस्ति तत् स्थाने इदानीं पश्यतु अत्र वाच् अस्ति, वाच् पूर्वमेव वयं दृष्टवन्तः वाच् इति अस्ति चकारस्य स्थाने चोः कुः इत्यनेन अत्र पदान्तचकारस्य कुत्व ककारः तावदेव. भगिनी चकारस्य वकारः किं पक्व पक्व एतत् अत्र सा कृतिं श्रूयते खलु पक्वम् इति न श्रूयते एकनिमिषम्. अत्र पक्व इति पच् अस्ति खलु अत्र त तस्य वः इति भवति, यत्र त इक्तप्रतिम् अस्ति तत्र वः इति आगच्छति परिणते दृढे एतत् अर्थे एव अत्र पूर्णतया अत्र द्रष्टुं शक्यते एव. पश्यतु पच् योगः त तस्य वः इति भवति पक्वान्नः पक्वानः किम् अर्थं किम् अत्र अन्नं पक्वमस्ति पक्वतया अस्ति अतः तत्र स्वीकुर्मः अत्र पक्वमपि डैजेस्टेड् इति अर्थे अपि आगच्छति पक्वम्. अत्र पच् यत्र भवति तत्र तापृतिमपि श्रूयते तस्य वः इति भवति पक्व. परन्तु वयं जानि एतदपि कारणमस्ति अनन्तरं तादृशमेव अत्र यत्र वच् अस्ति तत्र चोकुकुः इत्यनेन चकारः चकारस्य स्थाने ककारः भूत्वा पक् इति भवति तस्य वः इति यत्र तापृतिमस्ति तत्र तस्य वः इति अत्र सूत्रमपि अत्र अत्र किमस्ति एतदपि कार्यं भवति एव पश्चि योगः त योगः तस्य वः इति एतस्य योजनेन एव पक्वम् इति भवति. अस्तु इदानीं लौकिकधातुः एतत् कार्यम् इदानीमेव दृष्टवन्तः सत्वं कुत्र भवति नत्वं कुत्र भवति नुम् आगमः कुत्र भवति नुम् आगमः अनन्तरम् उपधा दीर्घः उपधा च इत्यनेन एतत् सर्वं कार्यम् अभवत् एव. इदानीम् अत्र सीतालक्ष्मी अस्ति वा? अस्तु पूर्णिमा पूर्णिमा प्रकाश पठतु पठितुं शक्य पठतु अत्र करेक्ट् आहत्य समीचीनं. येषु सर्वेषु कार्येषु स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम् अनुनासिकज्ञानम् इति. अत्र अर्थं किम् उपरि उपरि लौकिकधातु कथम् आयाति इति अवलोकितम्. येषु सर्वेषु कार्येषु स्वराणां कृते विशिष्टज्ञानम् अस्माभिः प्राप्तम् अनुनासिकज्ञानम् इति उच्यते. धातु आहत्य इति अर्थं किम् आहत्य येषु सर्वेषु आहत्यं आहत्य लेप् लेप् अर्थम् अर्थं किम् आहत्य टोटल् टोटलि इन् टोटल् इन् टोटल् इन् टोटल् आ उपसर्गपूर्वकः अत्र पश्यतु आहन् इति अस्ति आहन् इति पदम् यत्र यत्र मम एतत् सर्वम् अत्र सर्वे द्रष्टुं शक्यते चेत् अत्र लिखन्तु एतत् सर्वदा न द्रष्टुं शक्यते खलु अत्र झटिति लिखतु अत्र सप्रत्ययं कुत्र अधीत ये इङ्गतौ धातोः अधि इति उपसर्गपूर्वकः अनन्तरं ते इति तिते आत्मनेपदानां तेरे झटिति लिखति अनन्तरं यत्र यत्र लेखन अत्र किमस्ति अत्र अभ्यासम् अस्ति तत्र एक्सामिनेशन् परीक्षायाः समये एतत् सर्वं झटिति लेखितुं शक्यते एव. अतः आहत्य कथं भवति इति चेत् अत्र आहन् इति पदमस्ति ल्यवन्तं योजनेन आहत्य इन् टोटल् एतदेव अत्र आहत्य having struck or beaten or striking hitting ahatya in total astu ahatya eta sarvani sutreshu sarveshu sutreshu karyeshu t सर्वम् अभवत् एव. किम् अभवत्? सत्वम् अभवत्, नत्वम् अभवत्, गुमागमः अभवत्, उपदा दीर्घः अभवत्. एतत् सर्वम् अत्र अनुनासिकज्ञानम् अभवत् एव. कुत्र कुत्र अनुनासिकवर्णः भवति, यत्र किं सूत्रेण एतत् इत् भवति, किं सूत्रेण यत् अत्र इत् न भवति, एतत् सर्वम् अस्माकं ज्ञातवन्तः. अनन्तरं धातुषु अग्रे पठतु. धातुषु अनुनासिकज्ञानेन एव अचाम् इति संज्ञा सम्भवति. अचाम् इति किं विभक्ति किं वचनं? अचाम् वचनं कोऽपि बहुवचनं षष्टि बहुवचनं. उत्तमम् उत्तमं. षष्टि बहुवचनम् अग्रे. इत्संज्ञा सम्भवति. अधुना तदाधारेण अग्रिमः सिद्धान्तः स्वरविज्ञानेन पदव्यवस्था अपि च सेट् अनिट् व्यवस्था ज्ञायते. तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिकधातुः कथं सञ्जायते इति, स च अस्माभिः परिशीलितः. अधुना द्वितीयप्रमुखविषयः स्वरविज्ञानम्. तस्मिन् उपविषयद्वयं पदव्यवस्था इड् व्यवस्था च. महोदय न श्रूयते. विवरणं ददातु. धातुषु अनुनासिकज्ञानेन एव अचाम् इत् संज्ञा भवति. अत्र इदानीमेव दृष्टवन्तः कुत्र इत् संज्ञा भवति, कुत्र न इत् भवति. अधुना तद् आधारेण अग्रिमसिद्धान्तः किमस्ति चेत् स्वरविज्ञानं. स्वरम् इत्युक्ते किम् अस्ति? अत्र वार्तिकमस्ति. स्वरम् इत्युक्ते वार्तिकम् एकम् अस्ति. कोऽपि जानाति वा एतत् विषये? स्वयं राजते इति स्वराः. अस्माकं कृते अत्र न्यूमरल्स् अस्ति खलु, एकं द्वे त्रीणि चत्वारि, एतत् सर्वम् अस्ति खलु. अत्र एतत् किमपि क्लेशः नास्ति. परन्तु अत्र शून्यमस्ति चेत् अत्र कोऽपि शून्यं तदेव तिष्ठति. अत्र मूल्यमस्ति वा? अत्र मूल्यं नास्ति खलु? नास्ति. अतः स्वरविज्ञाने स्वयं राजते इति स्वरः. अत्र तत् कार्यं करोति एव. व्यञ्जनमस्ति, व्यञ्जनं नास्ति अपि तत् कार्यं करोति एव. आ उपसर्गपूर्वकः, अकारः, अत्र तपरस्तत्कालस्य, एतत् सर्वं श्रूयते एव. परन्तु इक् इति स्वीकुर्मः चेत् अत्र इक् इति अक्वर्णः नास्ति. इदानीं ककारः उपरि अनुस्वारः अस्ति चेत् तत्र अत्र किमपि अत्र पूर्वतया पर अत्र किमस्ति स्वरव्यञ्जनम् आगन्तव्यम् इति तथैव तत्र स्थानीनः पर आगच्छति इक क क इति संज्ञा अस्ति चेत्. न, मम प्रश्नः अत्र व्यञ्जनानि सर्वे तदेव तिष्ठति. अत्र स्वयं राजते इति न आगच्छति, परन्तु स्वरः स्वयं राजते एव. अस्तु, इदानीम् अत्र स्वरविज्ञानेन पदव्यवस्था पदं कुत्र भवति इति, अपि च सेट् अनीट् सेटे यत्र इकारः श्रूयते, एतत् पठितव्यम्, इकारः श्रूयते एव पठितव्यम् इति. अनन्तरम् अत्र पाठः इति अस्ति चेत् तापृथम् अत्र इडागमः न श्रूयते. अतः अनीट् यत्र यत्र इडागमः श्रूयते लिखतु. यत्र यत्र इडागमस्य विषये इ इति आगच्छति चेत् अत्र सेट् भवति. यत्र इडागमः इ इति न श्रूयते तत् अनीट् अस्ति. तर्हि सा धातुपाठे प्रमुखविषयः अन्य कोऽपि म्यूट् मध्ये भवतु. अत्र लौकिक प्रश्नः अस्ति वा न महोदय म्यूट् करोतु अत्र लौकिकधातुः कथं सञ्जायते इति सा च अस्माभिः परिशीलितः अधुना द्वितीयप्रमुखविषयः किम् अस्ति चेत् स्वरविज्ञानं स्वरम् इत्युक्ते स्वरं स्वरं स्वयं राजते इति स्वरः एतत् विषये एव विज्ञानम् इत्युक्ते द्वि उपसर्गपूर्वकः ज्ञानम् अत्र यत्र यत्र यत्र यत्र उपसर्गे प्रयोगं कुत्र भवति चेत् अत्र बलात् अन्यत्र नीयते इति मया लेखितं पूर्वं इदानीं ज्ञातुं शक्यते वा अत्र ज्ञापकमस्ति वा एतत् विषये उपसर्गे भगिनी उपसर्ग अत्र वि अस्ति किन्तु अस्य अर्थ अर्थस्य भिन्नता न आगच्छति उत्तमम् एतदेव मया अत्र एतदेव मया उक्तम् अत्र उपसर्गे धातोः अर्थं बलात् अन्यत्र नीयते इति मया लिखितम् अनिल् महोदय मया लिखितं खलु आं महोदय उपसर्गः परन्तु अत्र उपसर्गः वि इति अस्ति परन्तु ज्ञानमपि अस्ति वि उपसर्गपूर्वकः ज्ञानमिति अस्ति मेलनेन अत्र विपरीत अर्थं न आगच्छति बलात् अन्यत्र नीयते कुत्रापि नीयते कुत्रापि न नीयते एव अतः स्वरविज्ञानम् इदानीं पठितुं शक्यते तस्मिन् उपविषय किमस्ति चेत् द्वयं भवति पदव्यवस्था अनन्तरम् इडव्यवस्था अस्तु इदानीं अत्र युगलकिशोर् पठितुं शक्यते वा आं महोदय पठतु आहत्य एषु सर्वेषु कार्येषु न इदानीमेव अभवत् एतत् अभवत् विवरणमपि मया दत्तव्यं स्वरविज्ञानं पठतु इत्संज्ञकेन अच् वर्णेन धातुः किं पदि इति निर्णयः क्रियते क्रियते अस्ति खलु अत्र व्याकरणं करोतु व्याकरणविषये क्रियते व्याकरणविषये किञ्चित् वदतु क्रियते तु अत्र क्री धातुः अस्ति आत्मनेपदी अस्ति महोदय न धातु किम् अत्र इत्येतसंज्ञकेन वाचिवर्णेन धातुः धातुं पठम एकवचनं धातुः क्लु इति धातु खलु दुक्रजिं करणे इति अस्ति खलु क्रु डुक्रुञ्जिं करणे इति एव अस्ति डुक्रुञ्जिं करणे कुरुपु धातु डुक्रिय धातु अस्ति तत्र एकनिमिषं महोदय डुक्रिय अस्ति अत्र यकारः लन्तं सूत्रेण एन् डु आदि इण्डुव सूत्रेण इत्संज्ञा भूत्वा एव तिष्ठति अत्र पश्यतु अत्र ण्यकारः इति अस्ति चेत् एतत् किं पदं भवति ण्यकारः श्रूयते अत्र उभयपदी भवति अत्र पश्यतु अत्र स्वरितनितः पूर्वं वयं किं दृष्टवन्तः आत्मनेपदविषये किं सूत्रं दृष्टवन्तः प्रवीणा तत्र अनुदातनितपदम् अनुदातनित इति का वर्गीय कार्य का वर्गीयव्यञ्जनस्य अन्तिमवर्णः श्रूयते यत्र अन्तिमवर्णः ण्यकारः श्रूयते अत्र आत्मने अनुदात्त नित आत्मनेपदम् इति आगच्छति इदानीं यत्र ञकारः श्रूयते नितः स्वरितनितः कर्तरि अभिप्राये क्रियापले यत्र एतत् आगच्छति अत्र आत्मनेपदीनः अपि भवति अनन्तरं परस्मैपदी अपि एतत् सूत्रेण एव अत्र धातुः द्वयं भवति धातुः धातू इति भवति धातुः प्रथमविभक्ति एकवचनं धातू इति द्वितीयविभक्ति धातवः इति द्विवचनं धातवः इति बहुवचनम् अस्तु इदानीम् अनिल् महोदय जानाति वा किमर्थम् अत्र करोति कुरुत इति धातु रूपं द्वयं भवति इति अनिल् महोदय जानाति वा नित् कारणेन उत्तमं नित् कारणेन स्वरितनितः कर्तरि अभिप्राये क्रियाफले कर्तरि अभिप्राये अत्र क्रियाफले आत्मनिपदस्य प्रत्ययाः भवन्ति एतत् सर्वं मनसि स्थापनीयमेव अनन्तरं परस्मैपदिनः इति कुत्र भवति शेषे कर्तरि परस्मैपदं यत्र यत्र शेषात् यस्मात् धातोः आत्मनपदस्य प्रत्ययः न विहिताः सन्ति तेभ्यः यत्र आत्मनेपदिनः सा आतां ज इति दृष्टवन्तः खलु एतत् यत्र न विहितः तत्र किं भवति परस्मैपदिनः भवति अतः एव अत्र शेषात् यत्र शेषं भवति शेषमित्युक्ते यत्र आत्मनेपदे न आगच्छति शेषम् इत्युक्ते अर्थं किम् अवशिष्टम् अवशिष्टः यत्र अवशिष्टः आत्मनेपदिनः प्रत्ययः नास्ति एतत् अभवत् यत्र आत्मनेपदिनः प्रत्ययः गच्छति अवशिष्टः किं किं भवति चेत् तत् समये एव शेषात् कर्तरि परस्मे बेलेन्स् भगिनि बेलेन्स् एव शेषः एतत् काजुकरीव अस्ति अत्र तस्य शेषभोजनम् उक्तवन्तः सुन्दर् कुमार् इति एतत् भोजनं कृतम् अनन्तरं सः सर्वदा विना पुस्तकं सर्वं मनसि अस्ति तत्र अत्र वमनमपि अभवत् एतत् शेषः यत्र यत्र इदानीं रामानुजर् स्वीकुर्मः चेत् अत्र तिरुकचिनपि स्वामिनः भोजनं कृतम् अनन्तरं शेषः भवति चेत् अहम् अत्र एतत् भोजनं करोमि इति सः तस्य इच्छा आसीत् एतत् शेषम् इत्युक्ते अवशिष्टः भोजनम् अवशिष्टः दातवः अवशिष्टः प्रत्ययः एतत् सर्वम् अत्र आयाति अस्तु इदानीं क्रियते इति अत्र पश्यतु कृ दुक्रुञ्जीं करणे इति अस्ति दुक्रुञ्जीं करणे अत्र ण्यकारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति इति भवति अनन्तरं डु इति अस्ति डु किं सूत्रेण एतत् इति भवति आदिर्नुटुडवः इति सूत्रेण खलु आदिनुटुडवः अत्र एतत् आदिर्नुटुडवः यत्र नी अस्ति टु अस्ति अनन्तरं डु अस्ति इदानीं डु अस्ति खलु किशोरमहोदये अस्ति वा इदानीं दुक्रुञ्ज् इति दकारः डु किं सूत्रेण इति भवति अत्र डु अस्ति अतः एतत् सूत्रेण एव इदानीम् अत्र क्रियते इति कृदन्ते अत्र स्वीकुर्मः चेत् अत्र क्रियते भगिनी कर्मणि अस्ति कर्मणि अस्ति भावकर्मणोः क्रियते इति भवति क्रियते अत्र रूपं न दत्तवन्तः अत्र क्रियते इति कर्मणि पदमस्ति इकारः श्रूयते अनन्तरम् आत्मनेपदिनः यत्र कर्मणि अस्ति तत्र सर्वदा किं भवति आत्मनेपदिन आत्मनेपदि अस्तु अग्रे पठतु महोदय अपि च अपि च अपि च अनुबन्धलोपानन्तरम् एकनिमिषम् अपि किं पदम् अपि तु अव्यय अस्ति अनन्तरम् अव्ययमस्ति अव्यय अस्ति अग्रे पठतु अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातु सेट् अनिट् वा इति यत्र यत् सञ्जकेन अचुवर्णेन धातुः किं पदम् अचुवर्णः अस्ति अनन्तरम् ईतसंज्ञकः एतत् किं पदम् इति तत्र एव निर्णयः अन्तिमपदं किं भवति इति निर्णयः क्रियते अपि च अनुबन्धलोपानन्तरम् अनुबन्धलोपानन्तरं किं पदम् अत्र तिष्ठति अवशिष्टः भवति तत् समये एव अत्र एतत् सेट् अस्ति वा अनीट् अस्ति वा इति स्वीकुर्मः ज्ञातुं शक्नुमः प्रथमबिन्दुः पठतु प्रथमबिन्दुः स्वर इत्संज्ञक चेत् स्वर इत्संज्ञक चेत् तर्हि तस्य अनुदात् शुद्धात् त्वरित् इत्येभि वर्गे पद्व्यवस्था जायते अत्र भवान् अत्र हिन्दीभाषायाम् उक्तवन्तः अनुदात् उदात् त्वरित् तत्र तादृशं नास्ति अनुदात्त इति संस्कृतपदम् अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः पद्व्यवस्था ज्ञायते ज्ञायते ज्ञा अस्ति खलु जाजोर्ज्ञा इति एकं सूत्रमस्ति अत्र एतत् सूत्र पश्यतु अस्तु अग्रे स्वर युत्संज्ञकः यत्र भवति तर्हि अनुदातः अस्ति चेत् उदातः अस्ति चेत् स्वरितः एतत् स्वरविषये वर्गे पदव्यवस्था ज्ञायते ज्ञायते एतदपि अत्र कर्मणि पदं जा जातुः ज्ञा जानाति इति भवति एतत् विषयमपि द्रष्टुं शक्यते जानाति जानाति अत्र ज्ञा इति जानाति इति आगच्छति परन्तु अत्र एतत् सूत्रं पश्यतु अत्र ज्ञाजनोर्जा इति अत्र जकारस्य स्थाने इदानीं पश्यतु अनयोः जा आदेशः भवति जञ्ञे जायते जञ्ञे इति भवति अत्र एतत् सूत्रेण एव जाजनोः जा भवति जा भवति इत्यनयोः जा आदेशः भवति यत्र ज्ञा भवति तत्र झा भवति एतत् सूत्रेण एव ज्ञाजनोर्जा इति भवति अस्तु जायते इति अत्र कर्मणि पदम् अस्तु अग्रे पठतु नास्ति चेत् तर्हि तस्य अनुदात् उदात् स्वरित् इत्येभिः वर्गैः इड् व्यवस्था ज्ञायते. एतदपि अत्र सम्प्रति सम्प्रति अनुदात्त उदात्त स्वरित इत्येतानि चिह्नानि कथम् अभिज्ञातुं शक्नुम इत्यवलोकयाम. इत्यवलोकयाम अत्र अवलोकयाम सन्धिः किं भवति अत्र इति अवलोक्य इत्यवलोक्य यन् सन्धिः भवति. यन् सन्धिः सूत्रं उत्तमम् इको एनचि उत्तमम् अस्तु. एकषष्टिविभक्ति यन प्रथम इको यन अचि षष्टिविभक्ति अस्तु अस्तु. इदानीम् अत्र अग्रे गच्छेम. इदानीं स्वरचिह्नानि स्वरचिह्नानि किम् अस्ति इति अत्र अनिल् महोदय पठतु. सीतालक्ष्मी अस्ति वा, पठितुं शक्यते वा? पठामि. पठतु. स्वरचिह्नानि रक्षा इत्यस्मिन् धातौ अनुनासिक इति चिह्नं अजः अनुनासिकत्वं सूचयति. यथा दुपचष् पाके खनु अवधारणे भज सेवायां वच् परिभाषणे आस् उपवेशने एवं च अनुनासिक इत्यनेन चिह्नेन अङ्कितः अचुवर्णः अनुनासिकः भवति. अत्र किमपि नास्ति एव, एतत् पूर्वमेव दृष्टवन्तः. रक्ष इति भवति अत्र अकार उत्तरवर्ति, अत्र अनन्तरम् अनुनासिकवर्णः इति भवति, अतः तत्र रक्ष इति तिष्ठति. तादृशमेव अत्र लिखित्वा एकं करलम् अस्तु. एतत् किमपि पूर्वमेव वयं दृष्टवन्तः एव एतत् विषये. अस्तु, इदे इदानीं पश्येम. अत्र रक्ष इति अस्ति चेत् रक्ष इति अस्ति. अत्र अकारः न एतत् पूर्वमेव जानाति खलु एतत् विषये. अत्र अकार अनन्तरम् एतत् अनुनासिकवर्णः अस्ति खलु, अनुनासिकवर्णः इति भवति. अनुनासिक इति भवति खलु, इति भवति. अत्र किं तिष्ठति इदानीं? रक्ष रक्ष इति भवति. रक्ष एव तिष्ठति. अत्र अकारः न श्रूयते, अनुनासिकवर्णः अपि इति भवति. एतदेव इदानीं रक्ष एव तिष्ठति. अत्र अन्तिमरूपम् एतदेव. इदानीम् अत्र तीतः अन्ति इति प्रथम प्रथमपुरुषे एकवचनं विवक्ष अस्ति चेत् अत्र ति योजनेन रक्षति इति भवति खलु. अत्र अकारः किमर्थं श्रूयते, कोऽपि वक्तुं शक्यते वा? विकरणप्रत्ययकारणे विकरणप्रत्ययकारणे कर्तरि शप् उत्तमं. कर्तरि शप् इत्यनेन शकारः लशकोतटिते इत्यनेन अपगच्छति, अकारः एव तिष्ठति, पकारः अप अलन्त्यं तस्य लोपः इत्यनेन इति भवति, अकारः एव तिष्ठति. अतः रक्षयोगः अकारः इति योगः इदानीमेव रक्षति इति भवति. अत्र अकारः किं पदेन श्रूयते आयाति? विकर्णप्रत्यये शप् अस्ति. अत्र अनुबन्धलोपानन्तरम् अत्र किम् अस्ति, अत्र पश्यतु, अत्र एतत् इत् भवति अङ्गितः एतत् अनुनासिकचिह्नेन अङ्गितः अच्वर्णः अनुनासिकः भवति. इदानीमेव वयं दृष्टवन्तः अत्र अनुनासिकवर्णः किम् अस्ति इति. शप् अस्ति, अतः अकारः अस्ति. रक्षा इति भवति, विवक्षा प्रथमविभाग प्रथमपुरुष एकवचनमस्ति, अतः रक्षति इति अन्तिमरूपम् आयाति. अत्र इतः पर्यन्तं श्रुतवन्तः. किमपि प्रश्नः अस्ति चेत्, कोऽपि प्रश्नः अस्ति चेत् इदानीं पृच्छतु. अग्रे गच्छेम. अस्तु, इदानीम् अत्र सर्वेषाम् एतत् सर्वम् अभवत् एव. इदानीम् अनिल् महोदय पठतु दातुषु. अन्ये सर्वे म्यूट् मध्ये भवतु. अनिल् महोदय पठतु धातुषु. धातुषु अचः अधस्तात् या रेखा दृश्यते यथा अ इति, सा रेखा अचः अनुदात्तत्वं सूचयति. अधस्तात् इति मया पूर्वमेव उक्तं. बहिः अस्ति चेत् किं विभक्तिः आयाति? पञ्चमी. पञ्चमी. अधः अस्ति चेत् एतत् सर्वम् एतत् सर्वाणि पदानि अव्ययानि पदानि. अत्र बहिः, अन्तः, एतत् सर्वम्, अधः इत्येतत् पदम् अस्ति चेत् अत्र सर्वदा पञ्चमी एव भवति. अधस्तात् अतः एव अत्र अधस्तात् एतत् मनसि स्थापनीयमेव. अनन्तरं यत्र संस्कृतेन भाषणं कर्तुं शक्यते, अधस्तात् अस्ति खलु महोदय, अत्र पश्यतु अधस्तात् इति तत्र वक्तव्यमेव, झटिति वक्तव्यं भाषणं कर्तुं समये. अधस्तात् किमर्थं चेत् अधस्तात् इति किमर्थम् आयाति? एतत् पञ्चमी अस्ति, अतः एव अधस्तात्. या रेखा दृश्यते, इदानीमेव दृष्टवन्तः, रेखा उपरि अस्ति चेत् स्वरितः, अनन्तरम् अधः अस्ति चेत् अनुदातः, कुत्रापि रेखा नास्ति चेत् उदातः. उदातः एतत् आस उपवेशने इत्यस्मिन् धातौ पठतु. आशा उपवेशने पृच्छतु. प्रश्नः अस्ति वा कोऽपि? अधस्तात् अर्थम् अधस्तात् अधः एव नीचे. अत्र आ अस्ति खलु, आ अस्ति खलु, अत्र अधस्तात् रेखा अस्ति वा? एतदेव अधः रेखा अस्ति इति पूर्वं भवान् उक्तवान् खलु. अधः इदानीम् अधस्तात् इत्युक्ते पञ्चमी आगच्छति. अधस्तात् इत्युक्ते नीचे. अग्रे पठतु महोदय. अनिल् महोदय, अनिल् महोदय पठतु. आशा उपवेशने इत्यस्मिन् धातौ सकारोत्तरवर्ती यः अकारः अस्ति सः अकारः अनुदात्तः इति अधस्थं चिह्नं सूचयति. अत्र किञ्चित् क्लेशः नास्ति खलु? अत्र अधः एव अकारः श्रूयते, अधः एव अत्र अनुदातः रेखा अस्ति, अतः तत्र अकारः अनुदातः इति एतत् चिह्नम् अस्ति, तत् चिह्नेन सूचयति. अग्रे पठतु. धातुषु अचः धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा अ इति, तया अचः स्वरितत्वं सूचयते. तथा दुपचंस पाके इत्यस्मिन् धातौ चकारोत्तरवर्ती यः अकारः अस्ति स अकारः स्वरितः इति उपरिस्थितं चिह्नं सूचयति. उपरि अपि उपरिस्थम् उपरिस्थं स्थानसूचकप्रत्ययम् यत्र यत्र ददाति इति दा धातुः आगच्छति, एतत् दानसूचकप्रत्यये प्रत्ययं. यत्र यत्र स्थाने विषये आगच्छति अत्र स्थानप्रत्ययं योजना. अस्तु, इदानीं अत्र दुपचष् इति चकारः अस्ति. भूर्भुवस्वः भुवस्सुवः तत्सविदुर्वरे एण्यं दुप च इष् दुप. एतत् वेदे मार्गे अस्ति स्वरितः इति उपरि अत्र वायुः उपरि गन्तव्यम्, अतः एव सरिग एतत् समानपदम् आगच्छति, सरिग अत्र उपरि आगच्छति चेत् अत्र किं रेखा अस्ति? सरिता, उत्तमं, सरिता अस्ति. एतत् सर्वं मनसि स्थापनीयमेव. यत्र कुत्रापि रेखा नास्ति उदात्तः, यत्र रेखा उपरि अस्ति स्वरितः, यत्र रेखा अधः अस्ति एतत् अनुदात्तः. इदानीम् अत्र भगिनी पठतु. पठामि भगिनि. बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति. नाम चिह्नद्वयम् अस्ति, अनुदात्त अनुनासिक अकारः. तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति. अकार अनुनासिक अकार स्वरितः. अत्र किं वक्तव्यं, कथं पठनीयम्? घण्टे अस्ति, अत्र कण्ठे अस्ति खलु. एतत् कण्ठे अस्ति, अनन्तरं नासिका अपि अस्ति, नासिका अपि अस्ति. अत्र पश्यतु, नासिका कुत्र कुत्र भवति इति ज्ञानं ज्ञानानां नासिका च. अत्र कण्ठे अस्ति, यत्र यत्र नासिका कण्ठः आगच्छति अत्र मिलित्वा, नासिका अनुस्वारस्य मिलित्वा ओ इति पदम् आगच्छति खलु. अग्रे पठतु. परन्तु कुत्र, परन्तु अनुदातः सर्वदा अनुनासिकः अथवा स्वरितः सर्वदा अनुनासिकः इति नियमः नास्ति एव. कदाचित् भवती अत्र था इति नाभिकमलात् उच्चारणं कृतं, समीचीनम् अस्तु. अग्रे कदाचित् कदाचित् भवितुम् अर्हति, कदाचित् नापि भवितुम् अर्हति. अस्तु, एतत् अनुदातः सर्वदा अनुनासिकः अथवा स्वरितः सर्वथा अनुनासिकः इति नियमः नास्ति एव. इदानीं वयं पठितवन्तः, सर्वदा अत्र अस्ति वा रेखा अस्ति वा, कुत्रापि रेखा अस्ति वा? नास्ति एव. परन्तु वयं जानीमः यत्र एतत् विषये, व्याकरणविषये इट् अस्ति वा, अत्र सेट् अस्ति वा, अनिट् अस्ति वा, एतत् द्रष्टुं शक्यते कुत्र चेत् एतत्र व्याकरणविषये एव. अत्र अधः रेखा अस्ति, उपरि रेखा अस्ति, कुत्रापि रेखा नास्ति, एतत् सर्वम् अत्र आयाति एव. कदाचित् भवितुम् अर्हति, कदाचित् न भवितुम् अर्हति एव. एतदपि बहुलमिति तादृशमेव भवति, बहुलं बहुलमिति इत्युक्ते कुत्रापि भवति, कुत्रापि न भवति एव, तादृशम्. अस्तु, अग्रे पठतु, भवती एव पठतु. येषां त्रयाणां संज्ञकस्वराणाम् उच्चारणभेदाः, उच्चैः उच्चैः उदात्तः इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति, नीचैः अनुदात्तः इत्यनेन अनुदात्तः नाम ध्वनिः अधोदिशि गच्छति, समाहारः स्वरितः इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः. तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानीन्तनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः. समीचीनम्. उदात्तः इत्युक्ते कुत्रापि रेखा नास्ति, परन्तु तत्र किम् अभवत्? उदात्तः नाम ध्वनिः उपरि उपरि दिशि, दिशि दिशि अत्र दिक् एव अस्ति खलु, दिक् दिशि इति दिक् एव दिशि, सप्तमी एकवचनं. अत्र ध्वनिः उपरि गच्छति इति तत्र दत्तम्. उदात्तः तु कुत्रापि रेखा नास्ति एव, अत्र समभावनया एव गन्तव्यं, परन्तु अत्र एतत् सर्वं वेदे एव अभवत्। नामः नाम नामः इति पदं नास्ति, नाम इति किं पदम्? अकारान्तः नपुंसकलिङ्गः नाम शब्दः, अकारान्तः नपुंसकलिङ्गः नाम एव प्रातिपदिकम् अत्र अस्ति। अनन्तरं प्रथमविभक्ति एकवचनमपि नाम एव खलु। अत्र नामः इति पदं कुत्रापि नास्ति एव। अनन्तरं रकारः इति पदं कुत्रापि नास्ति एव। किं भवति रकार इति पदं नास्ति चेत् किं भवितव्यम् अत्र? कोऽपि न प्रथमं मम प्रश्नः अवगन्तुं शक्यते चेत् एव अत्र उत्तरं समीचीनतया आयाति। मम प्रश्नः रकारः इति पदमस्ति वा? अस्ति वा? रकार रेपः एव। रेपः एव मया पूर्वमेव अत्र मम पुस्तके अत्र पुष्पदीक्षितमहोदयस्य महोदय महोदय महोदया महोदये अत्र तस्य कृते मम पुस्तकानि एकम् अत्र दर्शितं खलु, प्रेषितं खलु मया। राधिपः इति एव आयाति। राधिपः राधिपः रेपः एव वक्तव्यं। रकारः यदा खकारः पकारः मकारः अस्ति चेत् तादृशं रकारः इति पदं नास्ति। राधिपः इत्युक्ते रेपः एव वक्तव्यम् इति मया पूर्वमेव अत्र फोटो मया अत्र तस्वीर् तस्य चित्रमपि प्रेषितम्। अतः एतत् नीचैः उदात्तः, नीचैः इति अधः अस्ति चेत् अनुदात्तः, नीचैः अनुदात्तः, तत्र नाम ध्वनिः अधो दिशि गच्छति। एतत् समीचीनमेव। समाहारः स्वरितः इत्यनेन स्वरितः नाम ध्वनिः न उपरि वा न अधः वा इति तत्र दत्तम्। एतत् भवितुम् अर्हति वा? तत्सविदुर्वरे एण्यं स्वरितः अस्ति चेत् अत्र रेखा कुत्र अस्ति? उपरि उपरि अस्ति। अतः तत्र किं दत्तम् अत्र? इत्यनेन स्वरितः नाम ध्वनिः न उपरि वा न अधः वा इति तत्र दत्तं। तादृशं भवति वा? नास्ति। उपरि उपरि गच्छति, उपरि आयाति, भेदः अस्ति। अतः एव तर्हि उच्चारणभेदाः सन्ति। परन्तु इदानीन्तनकाले तन इति प्रत्ययं, तन इति अत्र पश्यतु, इदानीन्तनकाले किमर्थं तन आगच्छति? अद्यतनकाले पूर्वतनकाले इति तनप्रत्ययं योजनेन इदानीन्तनकाले इति अस्ति। अस्तु, व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः इत्युक्ते मोस्ट्लि प्रायः लुप्तः, लुप्तः इत्युक्ते अदर्शनं, दर्शनं न अदर्शनमेव भवति, दर्शनं न भवति इति तत्र दत्तम्। अस्तु, अधुना पाणिनि धातुपाठे पदव्यवस्थाम् अवलोकयाम। लुक् धातु अत्र कत्र अव इति धातुः किं किं भवति अत्र, कोऽपि वक्तुं शक्यते वा? अवलोकयाम अव उपसर्ग अस्ति, लुक् धातु णिच् प्रत्यय अवलोक अवयोगः लुक् धातु अवलोकयाम लोट्लकार प्रथम उत्तमपुरुष बहुवचनं उत्तमपुरुष बहुवचनम्। अस्तु, समीचीनम्। अत्र इदानीं प्रश्नः अस्ति चेत् पृच्छतु, किमर्थं चेत् इति पदव्यवस्था पृच्छामि वा? पृच्छतु। हा महोदय, तत्र स्वरित अस्ति तु उपरि रेखा अस्ति, लेकिन् ध्वनि उपरि जाति उपरि न जाति जाता, तत्र तु मत् भेदः अस्ति, उच्चारण एवं चिह्नं भेदः अस्ति भेदः अस्ति एव अत्र एद इदानीं उच्चैः उदात्तः इति अस्ति खलु अत्र उच्चैः उदात्तः अस्ति वा उदात्तः उच्चैः अस्ति वा चिह्नं नास्ति चिह्नं नास्ति चिह्नं नास्ति एव अत्र चिह्नं वेदे तु चिह्नम् अस्ति वेदे तु चिह्नं भवति आमाम् इदानीमेव मया उक्तं खलु अत्र स्वरितः इति उपरि एव रेखा अस्ति परन्तु वेदे स्वरितः इत्युक्ते अत्र अधः गच्छति वेदे तत्र तु रेखा न भवति स्वरित वेदे नास्ति एतत् समीचीनमेव एतत् वेदविषये कोऽपि यत् वेदविषये पठितुं शक्यते अत्र वेदविषये एव अस्ति अत्र ॐ भूर्भुवसुवः यत्र अधुना अनुदातः अस्ति अतः अधः आगच्छति अनन्तरं तत् सविदुर्वरे एण्यम् इति अस्ति तत्र स्वरितः अस्ति अतः एव अत्र उपरि गच्छति स्वरः ध्वनिः उपरि गच्छति परन्तु वेदे स्वरितः अत्र किं भवति अधः अपि नास्ति उपरि अपि नास्ति एतत् सर्वं भवति एव भवति एव वेदपठनार्थे पठनसमये छात्राः एतत् सर्वम् अवगच्छन्ति अस्माकं कृते एतत् लौकिक संसारमस्ति एतत् विषये कुत्रापि वयं न जानीमः एव वेदपाठशालायां छात्राः एतत् समीचीनतया जानन्ति अस्तु अन्यप्रश्नः अस्ति वा अन्यप्रश्नः अस्ति चेत् पृच्छतु अस्तु अत्र किं भवति अत्र प्रवीणा चौहान् अस्ति वा आं भगिनि पठतु अत्र अन्तिमश्लोकं पठतु ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः अत्र भवत्याः प्रश्नः अत्र पूर्णमदः इति अस्ति अत्र विसर्गः श्रूयते वा आं भगिनि व्याकरणविषयं किम् अस्ति अत्र अदस् शब्दः अस्ति नपुसकलिङ्गे न अत्र पूर्णमद उच्चारणं पूर्णमदः पकारः पि एच् पकारः सौण्ड् आगच्छति खलु ॐ पूर्णमदः किमर्थम् अत्र तादृशं भवति किमर्थं तादृशं भवति अत्र सूत्रं किम् अस्ति एतदेव एतदेव पठतु अत्र अहं जानामि औष्टौ न उपूपद्मानीयाणाम् ओष्टौ इत्यनेन पकारः यत्र श्रूयते एतत् सूत्रेण उपूपद्मानीयानाम् ओष्टौ इत्यनेन अत्र पूर्णमदः पूर्णमदः पूर्णमिदं पूर्णात् पूर्णं उदच्यते पूर्णं इति अस्ति अत्र उदच्यते अत्र किं भवति उदच्यते उत् उत् उपसर्ग किमपि पूर्णं उदच्यते वर्णमेलनमेव पूर्णम् उदच्यते अनन्तरं पूर्णस्य पूर्णम् आदाय पूर्णम् आदाय पूर्णम् इति अस्ति आदाय अस्ति एतदपि वर्णमेलनं पूर्णम् एव अवशिष्यते पूर्णम् एव अवशिष्यते अत्र किं सन्धिः श्रूयते सवर्णदीर्घ उत्तमं पूर्णम् एव योगः अवशिष्यते एव अन्तिमवर्णः अकार उत्तरवर्ति अकारः अवशिष्यते अकारः अकारः अकारः मेलनेन पूर्णमेवावशिष्यते एतत् आत्मनेपदिनम् अस्तु धन्यवादः शुभदिनं सर्वेभ्यः नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः वदतु पृच्छतु महोदय अत्र अस्ति पूर्णमे पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते अत्र उदाहरणमस्ति किं श्लोके? उदाहरणमस्ति एतत् अत्र पूर्णतया सः साक्षात् विष्णुः एव तिष्ठति. अत्र चित् अचित् इति रूपेण सर्वम् आगच्छति एव बहिः. परन्तु एतत् बहिः आगच्छति अपि सः पूर्णमेव पूर्णतया एव तिष्ठति. किमपि अत्र दोषः वा अत्र किमपि नास्ति एव, किमपि न भवति एव, पूर्णमेव अस्ति. चित् अचित् इति बहिः अत्र एतत् समाधानम् अभवत् वा? इतोपि प्रश्नः अस्ति वा भगिनी? मम प्रश्नः अस्ति, भवती उक्तवती रेफस्य चित्रं प्रेषितवती, कथं कुत्र अस्ति अहं न जानामि. इदानीं प्रेषयिष्यामि. ग्रूप् मध्ये अहं न अस्मि. अस्तु अनिल् महोदय, ग्रूप् मध्ये नास्ति चेत् भवत्याः नाम अनन्तरं दूरवाण्यासङ्ख्या. मम दूरवाण्यासङ्ख्या अस्ति वा भवत्याः? न, मम पार्श्वे नास्ति. इदानीम् अहं लिखतु. 9000 9 या शून्यं शून्यं शून्य शून्य 3131 9 0031 अस्ति खलु? 4 5 9 9 शून्यं शून्यम् अगेन् 9 0 न न एकनिमिषम् अहं स्थापयिष्यामि, पश्यतु. 9 0031 4 5 4 5 7 1 8 पश्यतु. अत्र अस्तु 7 1 8 ओके. अत्र एतत् मम दूरवाण्या सङ्ख्या अस्ति. अत्र भवत्याः नाम फोन् नम्बर् स्थापयतु. अहम् अरविन्दमहोदय इति अस्ति, तस्य कृते अहं प्रेषयिष्यामि. सः अत्र योजनं कर्तुं शक्यते. परन्तु भवत्याः दूरवाण्यासङ्ख्या मम कृते अस्ति खलु किञ्चित् समयानन्तरम्? अहं तस्याः कृते अहं प्रेषयामि. वाट्सप् मध्ये प्रेषितुं शक्नोमि? अस्तु, प्रेषितवती खलु. अस्तु, अहं प्रेषयिष्यामि. राधिपः इति अस्ति, ग्रूप् मध्ये अपि प्रेषयिष्यामि. अनन्तरम् अहं योजनं कर्तुं शक्यते एव अरविन्दमहोदय उपकारेण. अस्तु, सर्वेभ्यः धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः.